पद्मपुराणं खण्डं 1 सृष्टिखण्डम् अध्यायं 65 व्यास उवाच नान्दीमुखेषु सर्वेषु पूजयेद्यो गणाधिपं तस्य सर्वो भवेद्वश्य पुण्यं भवति चाक्षयं गणानां त्वेदि मन्त्रेण सर्वयज्ञखडेषु च सर्वसिद्धिमवाप्नोति स्वर्गं मोक्षं लभेन्नरः मृण्मये प्रतिमायां च चित्रे चाध दृषण्मये द्वारदारुणिपात्रे च हेरम्बं लेखयेद्बुधः अन्यस्मिन्नपि देशे तु सततं दृष्टिगोचरे स्थापयित्वा दुहेरम्बं शक्रिया यः पूजयेद्बुधः तस्य कार्याणि सिद्ध्यन्ति दयितानि समन्तदः न विघ्नं जायते किञ्चित् त्रैलोक्यं वशमानयेद विद्यार्थी लभते विद्यां वेद शास्त्रसमुद्भवाम् अन्यां च शिल्पिविद्यां च विजयां स्वर्गदायिनीं धनार्थी विपुलं वित्तं कन्यां साध्वीं मनोरमाम् ऐश्वर्यं धर्मसाध्यं च तनयं कुलमोक्षदम् नरोगैः पीड्यते कश्चिन्नग्रहैः प्रेदयोनिभिः शृङ्गिभिर्नापि रक्षोभिर्विद्युद्भिर्वनतस्करैः न राजा कुप्यदिगृहे न च मारी प्रवर्तते न दौर्भिक्ष्यं न दौर्बल्यं पूजयित्वा विनायकम् अभिप्रेतार्थसिद्ध्यर्थं पूजितो यः सुरैरपि सर्वविघ्नच्छिदे तस्मै गणाधिपतये नमः मन्त्रच्छायम् ॐ नमो गणपतये नारायणप्रियै पुष्पैरन्यैश्चापि सुगन्धिभिः मोदकैः फलमूलैश्च द्रव्यै कालोद्भवैस्तथा दधिदुग्धैः प्रियैर्वाद्यैरपि धूपसुगन्धिभिः पूजयेद्गणपं यस्तु सर्वसिद्धिमवाप्नुयाद विशेषात्तस्य लिङ्गे तु यो ददादिवसु प्रियं पूजोपकरणं वस्त्रम् सर्वं लक्षगुणं भवेद देशे च भारते वर्षे वनिता पूर्वसन्निधौ लौहित्यदक्षिणे तीरे लिङ्गरूपो विनायकः हरगौरीसमादेशादेवानां सम्मतेन च स्थितो लोकप्रशान्त्यर्थं सर्वविघ्न विनाशनाद पूजयित्वा तुदं देवं शक्रिदो द्रव्यसञ्चयैः विनायकत्वमाप्नोति वेदशास्त्रार्थपारगः सकृत्प्रदक्षिणं कृत्वा दृष्ट्वा स्पृष्ट्वा तु मानवः अक्षयं लभते स्वर्गं सदा देवैः प्रपूज्यते संसर्गिणां चम्लेशानां गत्यर्थं सुतपस्विनां पुत्रार्थं सर्वलोकानां तत्र शम्भुर्विनायकः कृत्वाभिषेकं लौहित्ये स्पृश्येद्यस्तु गणाधिपं सप्तजन्मकृतात् पापान्मुच्यते नात्र संशयः न वैधव्यं न कार्पण्यं न शोकं न दुमत्सरं विनायकं समासाद्य जन्मजन्मनि संलभेद पुनःसिद्धिपुनर्भोग्यं पुनःकीर्तिपुनर्बलं पूजयित्वा तु गणपं नरस्य नात्र संशयः अस्य पूजामकृत्वा च सर्वाभीष्टं विनश्यति तत्र देवाश्च सुप्रीता ब्रह्मविष्णुहरादयः मखो नो गणपस्याध पूजा विरहितस्य च अधासुरैर्महावीर्यैर्हिरण्याक्षमुखैरणे मखवादुजितो वीर्याद्धिरण्याक्षेण वै तदा ततसुराश्च निर्वीर्या यावद्वर्षशतं पुरा देवासुरे महायुद्धे सुराणां च पराजयः ततो देवाधिदेवेदो शिवे देवैर्निवेदितम् भगवन्नसुरैर्नो हि जितं राज्यं गदामखाः ये तस्मिन्नन्तरे शम्भुर्देवान्वचनमब्रवीत् ये रम्भाय वरो दत्त उमाया प्रीतया मया पूजया ते परासिद्धिर्देवादीनां भवत्विति अवजानादियो मोहात् पुरुषस्तु महोत्सवे न भवेत्तस्य सिद्धिश्च रणे चापि पराजयः महामखेन युष्माभिः पूजा गणपदे कृता हेलया न कृता मोहा तस्मात् प्राप्तः पराजयः शीघ्रं गच्छद वै पुण्यां गणपस्य महात्मनः पूजां कुरुद धर्मज्ञा जयस्तूर्णं भविष्यति तदो हरमुखा श्रुत्वा वचः क्षेमपरं हितं प्रहृष्टा विबुधा सर्वे गणपस्य पुरस्थिताः देवा ऊचुः गणाधिप नमस्तुभ्यं सर्वदेवैकपालक स्वर्गभोगप्रदप्रीत्या हेरम्भत्वां नतास्मः जयतं सर्वयुद्धेषु सिद्धिदं सर्वकर्मसु महामायं महाकायं हेरम्ब त्वां नदास्मः एकदन्तं महाप्राज्ञं लम्बतुण्डं विनायकं देवं महर्षिदेवानामिन्द्रस्य च नदास्मः यत्ते पुरार्चनं यज्ञे न कृतं तत्क्षमस्वनः सुराणां च गिरश्रुत्वा गणपो वाक्यमब्रवीत युष्माभिर्व्रियतां देवावरो मत्तो हि वाञ्छितः तदशक्रादय सर्वे बृहस्पतिपुरोगमाः ऊचुर्गणपतिं देवा जयोऽस्माकं भवत्विधि देवानां वचनं श्रुत्वा गणेशो वाक्यमब्रवीद बाढमेव सुरश्रेष्ठा जयो वो भवदु द्रुतं ततो देवगणाः सर्वे हर्षनिर्भरमानसाः गणेशं पूजयामासु गन्धसारैस्तु मण्डनैः दिव्यधूपै सुवस्त्रैश्च कुसुमैर्नन्दनोद्भवैः पारिजादादिभिपुष्पैरन्यैर्देवमनोहरैः पूजितो गणपो देवैरुवाच सुरसत्तमान् गच्छध्वं विबुधा देवं विष्णुमद्भुतसाहसं सविद्धास्य दिवःकामं वां चितं च ततः सुराः स्वं स्वं रथं समारुह्य गदास्ते हरिमव्ययं पीताम्बरं नमस्कृत्य ऊजुर्देवगणामुदा हरात्मजं तु सम्प्राप्य पूजयित्वा गणाधिपम् आगतास्त्वत्सकाशं वै महात्मन्नद्य केशव येदच्छ्रुत्वा दुदेवानां वचनं हरिरव्ययः यथा तथ्यमुवाचेदं हनिष्ये दैत्य पुङ्गवान् श्रुत्वा वागमृदं देवा नारायणमुखाच्युदं हृष्टाश्च सुमदाविष्टात् द्रव्यैरिष्टैः समर्चयन् पुनर्विष्णुरुवाचेदं देवानिन्द्रपुरोगमान् स्वं स्वं बलं समाहृत्य सज्जी भवद विज्वराः हरिष्येतान् दुराचारान् बलं चैव समं तदः अस्त्रवृन्दं तु संगृह्य यूयं तिष्ठद निर्भयाः माधवस्य वच श्रुत्वा प्रगदा सुरपुङ्गवाः विमानानि समारुह्य सर्वे दिव्यास्त्रधारिणः देवानां हर्षवाक्यानि दैत्यचारैः श्रुतानि वै राजानं कथयामासुर्हिरण्याक्षं महाबलम् श्रुत्वा दैत्यपदिस्तत्र चुकोपादिमहाबलः सचिवांस्तु समाहूय क्रुद्धो वचनमब्रवीद अधुनेन्द्रादिदेवाश्च निखिला क्रूरबुद्धयः माधवं च परीप्सन्धशम्भौ सर्वं न्यवेदयन् कथं जयं च लप्स्यामो दैत्यवृन्देदि दारुणे त्रिपुरारिरुवाचेदं गणेशं यचतामराः पूजयित्वा तु तं देवं जेष्यथा सुरदानवान् ततो देवगणैर्हृष्टैः पूजितो गणनायकः गणाधिपेन तुष्टेन क्रूरो दत्तो वरो महान् जेष्यधाद्यासुरान् सर्वांस्ततो देवा मुदान्विताः हरिं निवेदयामासुरस्मद्वधपरीप्सवः हरेर्बाढमुपश्रुत्य रथिनशस्त्रबाणयः युद्धार्थमधितिष्ठन्ति निर्जरास्त्वभयामयी यस्य या शक्तिरस्तिह देवाञ्जेदुं वदत्वलं तदो राज्ञो वच श्रुत्वा मधुर्वचनमब्रवीद जेष्यामि च हरिं राजन् सहायं मे नियोजय जिते नारायणे देवासभयास्त्रिदशा ध्रुवं तस्मान्नारायणोऽस्माकं भागः सर्वपुरञ्जयः तदो धुन्धुश्च सुन्दश्च कालकेयो महाबलः सहायश्च मधोस्तस्य ज्येष्यामो माधवं नृप सर्वदैत्य बले मुख्याश्चत्वारो दृढविक्रमाः कालमृत्युसमावीराः सर्वास्त्रविधिपारगाः बलस्तत्राब्रविद्वाक्यं यस्मिन् जय उपस्थितः तं च जेष्यामि जिष्णुं च प्रतिज्ञामे दृढा नृप न मुचिश्च मुचिश्चैव भ्रातरौ बलदर्पितौ ऊचुतस्तौ नृपं श्यावां जेष्यावो वै बलाद्बलौ जम्भश्चैवाब्रवीद्वाक्यमिन्द्रमिन्द्र पुरोगमान् जेष्यामि नात्र संदेहो दैत्या भवद विज्वराः त्रिपुरश्चाब्रवीद्वाक्यं जेष्यामि च विनायकं तावदूचेध सेनानीर्मयो देवान्तको बली कुबेरं प्रतिरक्षोभिः सर्वांश्चैव हिरण्यकान् यदस्मिन्नन्तरे तत्र नारदो मुनिसत्तमः गत्वोवाच हिरण्याक्षं जिष्णु दूदोहमागदः राज्यं त्यजस्ववाचानः प्राणेषु यदि देखितम् न चेद्युध्यस्व मामद्य न वा गच्छरसातलम् ततः कोपादुवाचेदं नारदं मुनिसत्तमम् अहिंस्यस्त्वं ब्राह्मणाद्य गच्छतूर्णं ममाग्रदः देवानां च विपत्तिं च कदनं निधनं पुरः पश्य विप्रक्षणेनान्दं प्राप्तं हरिहरादिकम् एवमुक्त्वा स दैत्येन्द्रो बलाध्यक्षमुवाचः सज्जीकृत्य बलं सर्वान् नृधांश्चानयदधृतं दैत्यराजवच श्रुत्वा बलाध्यक्षः समन्तदः बलान्याहूय सहसा सन्त्रस्तास्तूर्णमागदाः कोटिकोटिसहस्राणि अक्षौहिण्यो बलानि च एकैकस्य च वीरस्य वाहनानि महान्ति च स्यन्दनानि विचित्राणि गजोष्ठ्राश्वकरानपि सिंहव्याघ्रलुलायांश्च समारुह्य ययुस्तदा वाद्यैः सर्वैश्च भूयिष्ठैः सिंहनादैर्भयानकैः दिशस्तु पूरयामासु सिन्धुवेलाचलाधराः सर्वलोकाश्च वित्रेषु समुद्राश्च चकम्पिरे देवदुन्दुभयो नेदुः सर्वदेवैः समीरिताः वाद्यैश्च विविधैरन्यैर्वायुपूर्णैर्घनस्वनैः सर्वलोकाभयत्रस्ता येच्च त्रैलोक्यवासिनः भ्रष्टकामागदाकाशं घोरं तीव्रं महाहवम् परिखैपाशुशूलैश्च खड्गयष्टिपरश्वधैः शरैश्च निशितैर्कोरैर्जघ्नुरन्योन्यमाहवे शस्त्रास्त्रैर्बहुधा मुक्तैर्दिश सर्वा निरन्तरं विगृहेषु धरण्यां च पर्वतेषु जलेषु च देवस्थाने तथाकाशे पर्वताग्रेषु सानुषु गह्वरेषु महारण्ये तयोर्युद्धमवर्तद पुष्कलादिखनानां च वर्षधाराजलं यथा पदं त्यस्त्राणि सैन्येषु शदशोऽथ सहस्रशः केचित्पेधुपृथिव्यां तु शरैः सम्भिन्नविग्रहाः शक्तिभिर्मुसलैश्चान्ये चत्रशूलपरश्वधैः पदिदा सम्मुखे शूरा युद्धेषु न्यायवर्दिनः गच्छन्ति सुरसत्माने स्वाम्यर्थे ये त्वभीरवः ये चान्ये कादराः पापा हन्तारो विमुखान्नृणे अन्यायैर्ये च योद्धारस्ते यान्ति यममन्दिरम् त्रिदिवस्था गजारोहाः सैन्धवस्तास्तथा परान् रथस्तांश्च रथारोहाः पदगांश्च पदादयः परस्परं विनिघ्नन्ति शूरा युद्धाभिकाङ्क्षिणः मुदिताः सत्त्वसम्पन्ना धर्मिष्ठा बलसंवृताः केषाञ्चिद्वाहवच्छिन्ना मुसलैर्भिन्नमस्तकाः केशाशिरांसि वस्त्राणि निपेदुर्धरणीतले मध्यच्छिन्नास्तथा भिन्नाः पेदुरुर्व्यां महाबलाः खड्गपादैस्तथा चोग्रैः छृन्नभिन्नाः परश्वधैः गामेव पदिता धीरा दिव्यालङ्कारभूषिताः प्रदीप्तो भूद्धरादेशो वीरैर्नागैर्हयैरथैः विविधाभरणैर्नष्ठैः पदाकाभिश्च केतुभिः तदो वसुन्धरा सर्वा सशैलवनकानना रुधिरौखप्लुता तत्र विबुधा सुरयोर्युधि प्रव्यादैर्बहुभिस्तत्र खादिदो द्रव्यसञ्चयः लोहितं प्रचुरं पीदं रक्षोभिश्च वृकादिभिः अन्यैर्महागणैरेव क्षतजं पवनान्वितं खादिदं प्रीतिमद्भिश्च फेरुगृध्रगणैर्मुदा यदस्मिन्नन्तरे सूरिसुरपूज्यो बृहस्पतिः मृतसञ्जीवनी विद्यां सुराणां संजापः विशल्यकरणीं दिव्यां ब्रह्मविद्यां महाबलां ततो धन्वन्तरिर्विद्वान् सुरवैद्यो मनोजवः औषधैस्तत्प्रयोगैश्च रणे पर्यटदे मुदा तत्र देवाश्च जीवन्ति ये मृताश्च महाहवे अव्रणा बलसम्पन्ना प्रयुध्यन्ति भृशं पुनः एवं शतसहस्रं तु गणं दैत्यस्य चोद्धतम् पतितं पुण्ययोगाच्च शरैर्निर्भिन्नकन्धरं ततस्तु जयशब्देन नं दन्ति सिद्धचारणाः ऋषयः केचराश्चान्ये ये चैवाप्सरसां गणाः गीतिं गायन्ति गन्धर्वा शशंसु परमर्षयः अधक्रुद्धो महातेजा दैत्यमुख्यो महाबलः कालकेय इति ख्यातसेनानिर्दैत्यपस्य च स्यन्दनस्थो महावीर्यो धनुरादाय तत्र च जखानसुरसङ्खांस्तान्नर्तयामास भूतले निरन्तरशरौकेण चादिदं गगनं तदा निपतन्ति शरात्सैन्ये कोटिकोटिसहस्रशः निपतन्ति ततो देवाः संयुगेष्वनिवर्तिनः रुधिरोद्गारिणः सर्वे सिद्धगन्धर्वकिन्नराः विशिखैः पीडिता देवा निपेदुर्धरणीतले केचिच्छरशतैर्भिन्ना सहस्रैरयुतैस्तथा पेदुरुव्यां महावीर्या ये रणे सुरपुङ्गवाः व्यधिताश्चाभवन् सर्वे स्यन्दनस्थादिवौकसः शरै प्रव्यधितास्ते दुस्तादुं शक्रान् सम्मुखे तेनावगाहिदं सैन्यं गजेनेव सरोवनं शरै तस्यार्धिदा देवा वज्रानलसमप्रभैः न चेकुः समरे स्थातुं मखवन्दं ययुस्तदा चित्ररथ इति ख्यादो देवशस्त्रभृदाम्बरः ययौ स्यन्दनमारुह्य युद्धं प्रदिधनुर्धरः अब्रवीद्वचनं सोऽपि सेनान्यं तु महासुरं यथा हंसि महाशूर सुरसेनां मुदान्विदः सत्वं प्रशंसनीयश्च शूरोऽसि सुरसम्मतः हिरण्याक्षप्रियं कर्म कृतं युद्धे त्वयाधुना इदानीं मम बाणैश्च गच्छस्व यममन्दिरम् ततश्च कालकेयस्तु स्मितो वचनमब्रवीद पुरैव विचितो देवगणः सर्वः प्रलीलया इदानीं तु स्थितं युद्धे बलं सर्वं तु हेलया यदि ते निधने प्रीतिरस्तीह सुरपुङ्गव येभिस्त्वां निशितैर्बाणैर्नयामि यममन्दिरम् इत्युक्त्वा परमक्रुद्धो बाणमन्तकसन्निभम् जकानसमरे वीरस्त्रिभिश्चिच्छेदसोम्बरे पुनर्बाणांश्च समरे योजयित्वा द्रुतं रुषा जखानप्रचुरान् दैत्यांस्तांश्चकर्त स लाघवाद तदोऽन्योन्यं शरैस्तीक्ष्णैः कालानलसमप्रभैः युद्धे धनुष्मदां श्रेष्ठच्चिच्छेद भुवि वेगदः तद्युद्धमभवद्देवदैत्ययोर्धर्मदो भृशं द्रष्टु कामागदा पार्श्वमृषिदेवासुरोरगाः एवं शतसहस्राणि बाणानां विधृतानि च अन्योन्यं समरे वीरौ विजयाय विरे जदुः अध क्रुद्धो महातेजा गन्धर्वाणां पदिस्तदा त्रिभिर्बिभेदबाणैश्च ललाडे कृतिपञ्चभिः सप्तभिर्जठरे नाभौ भस्तौ तस्य स पञ्चभिः शरैः सम्पादितो दैत्यो मुग्धकश्मलतां गतः शिथिलीकृतचापश्च लेभे संज्ञां चिराद्बली मधुसंज्ञं त्रिभिर्बाणैः स बिभेदसुरोत्तमं चकर्त धनुरस्तैश्च दैत्यराजस्य पश्यतः ततो बाणसहस्रैस्तु कालान्तकसमप्रभैः बिभेददैत्यसिंहं तु सुराणामुत्तमो बली हतचेता स दैत्येन्द्रो बहुशोणितसंस्रवः विह्वलो बहु बाणार्थशूलं जग्राहदानवः शूलहस्तस्य तस्यैव च दुर्भिस्तुरगान् शरैः अत्वा च पादयामास त्रिभिर्यन्तारमेव च जखानशूलमुर्वीष्टस्ततो गन्धर्वसत्तमं विच कर्तत्रिभिर्बाणै शूलं चित्ररथो बली शूलं च नष्टकं दृष्ट्वा हदभोगमिवोरगं गृहीत्वा मुद्गरं घोरं प्रदुद्रावसुरं बली समुद्गरं समायादं दैत्यसेनाधिपं तथा विचकर्तशिरोदेहादर्थचन्द्रेण सम्भ्रमाद सपपादमहीपृष्ठे सञ्जचालवसुन्धरा तदो दैत्यगणा सर्वे विमुखा विपदुद्रुवुः इति श्रीपाद्मपुराणे प्रथमे सृष्टिखण्डे कालकेयवधो नाम पञ्चषष्टितमोऽध्यायः ॐ